यस्स पुरे च पच्छा च मध्ये च नास्ति किञ्चनां अकिञ्चनां अनादानां तमहं ब्रूमि ब्राह्मणां. He who has no clinging to aggregates that are past, future, or present, who is without clinging and grasping, him I call a Brahmana. Pháp Cú câu 421. Ai quá hiện vị lai, không một sở hữu gì, không sở hữu, không nắm, ta gọi Bà La Môn.